नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। वयं तु यङ्लुगन्तपाठे स्मः, तिङन्तयोजनम् इति। तत्र हलन्तदातवः स्वीकृत्य पश्यन्तः स्म। तत्र ककारान्तः अभवत्। ककारान्तेषु तेतिक् लेलिक् तेतिग् अभवत्। अनन्तरं एकनिमिषम् अहं किञ्चित् करोमि। आं धन्यवादः। अत्र ककारान्तेषु तेतिक् लेलिक् तेतिग् अनन्तरं स्तिग् इति चत्वारः धातवः दृष्टवन्तः। अनन्तरं चकारान्तेषु वाव्रश्च प्रथमं स्विच् आसीत्, स्विच् वाव्रश्च पाप्रच् तात्यज् ब्रश्च मृज् मृज् प्रायः भवन्तः एव दृष्टवन्तः, बाब्रश्च त्यात्यज् मृज्। गतसप्ताहे लोलुट् लोलुट् महाप्राण होतुड् भवत्। इदानीं ककारान्तः पश्यामः। ककारान्तेषु कश्चन विशेषः अस्ति, आरम्भं कुर्मः, अनन्तरं वदामि कुत्रचित् तत्र सिपि परे वा किमपि तत्र विशेषः अस्ति, तद् पश्यामः। विजया भगिनी भवती एव वदति वा। कारान्तदातवः च्युत् चोच्युत् इति तत्र यङ् लुगन्तरूपं लट् लकारे वक्तव्यम्। वदामि महोदय। च्युत् इति अस्ति यङ् लुगन्तधातुः, चोच्युत् इति अस्ति। इदानीम् अत्र ति ईति तः अति, सि ईषि तः त, मि ईमि वः मग अस्ति। इदानीं चोच्युत् इति अस्ति, अत्र प्रथमं ति अस्ति, एतत् पित् अस्ति, हलन्तपित् अस्ति, अत्र गुणकार्यं भवति, गुणकार्यं भवति चेत् अत्र युका पुगुतलघुपदस्य च इति कार्यं किं सत्यं तदेव सत्यं तदेव अस्तु। चो चो उकारस्य स्थाने ओकारः भूत्वा चो चोति इति भवति, चो चोति। अनन्तरम् ईति अस्ति, एतत् अपि गुणः भवति, अजन्तम् अस्ति अत्र। चो चो तादृशमेव भवति, तो चो च्यो तत्र बाधितः भवति किल, तत्र अचिपरे अचिपरे अत्र गुणे निषेधकः भवति वा महोदय? नाभ्यस्तस्याचि इति सार्वधातुके इत्यनेन अत्र लघु उपदा गुणः न भवति इति तत्र दत्तम्, अतः तत्र चोच् चोच् चोच् चोच् युति इति, चोच् युति इति तावदेव खलु महोदय, वर्णमेलनमेव। आम् सत्यं, चोचुतीति चोतितीति इति भवति। अनन्तरम् अत्र तः भवति, तः अत्र किमपि कार्यं नास्ति, वर्णमेलनमेव अत्र चोच् यु चोच् किं कुत्र अस्ति चोच् चोच् युत् अस्ति चेत् अत्र सः चोत् युत्तः इति भवति, चोच् युत्तः अत्योच्युतः सत्यम्. अनन्तरम् अति अस्ति, एतत् अपि अजादि अपि अस्ति, अतः अत्र अपि वर्णमेलनमेव. चोच् युतति युतति तावदेव खलु महोदय. अनन्तरं सि सि अस्ति, चोच् युत् योगः सि, अत्र सि इति गुणकार्यं भवति एव, अतः चोच् चोच् योत् सि अत्र अल्याव्य दीर्घात् सुति अपृक्तम् इत्यनेन अपगच्छति खलु महोदय. न न अपृक्तः नास्ति किल, सि सकार इकारः अस्ति. ओ आमामां, वर्णद्वयं भवति अत्र, अतः एतत् सूत्रं न कार्यं करोति. चोच् युत्सि इति भवति, परन्तु अत्र उकारः अस्ति, इन्वर्णः, अतः अत्र आदेशप्रत्ययोः इत्यनेन दन्त्यसकारस्य स्थाने मूर्धन्यसकारः भवति, चोत् योचि इति भवति. समीचीनं महोदय. सकारः एव अस्ति किल, सकारः तु इन् प्रत्याहारे नास्ति, चोच्योत् सकारः अस्ति, ओकारात् परे सकारः, अतः चोच्योत्सि इत्येव. साधारणतया वर्णमेलनमेव अत्र, किमपि कार्यं नास्ति एव, वर्णमेलनमेव, केवलं वर्णमेलनमेव. अनन्तरम् ईशि, एतदपि नाभ्यस्तास् यच् नाभ्यस्तास् यचि याचि तिथि सार्वधातुके इत्यनेन अत्र गुणनिषेधः भवति, अतः तत्र अपि वर्णमेलनमेव. चोच् यो चो चोच् यो ईशि चोच् यो योतीषि इति भवति, चोच्यूतीषि. अनन्तरं तः, अत्रापि वर्णमेलनमेव, चोत् चोत् युत् अत्र चोच् युत्तः इति भवति खलु खलु महोदय, वर्णमेलनमेव. अनन्तरं त त भवति, चोच् युत्तः युत्त इति भवति. अनन्तरं मी चोच् मी गुणकार्यं भवति अत्र, अतः चोच् यो योत्मि चोच् योत्मि इति भवति. अनन्तरं किमपि कार्यं नास्ति, वहमः, अतः चोच् युत् युत्वः युत्मः इति भवति. चोच् युत्वः सम्यक् तावदेव, किमपि कार्यम् अन्यकार्यं नास्ति नास्ति एव. धन्यवादः, धन्यवादः भगिनी, धन्यवादः. उषा भगिनी तत्र लोट् वदति वा? अस्तु भगिनि. सोच् युत् इति धातु तु तु ईतु, चोच् युत् योगः तु उपदा उपदा गुणा भवति, चोच् योत्तु इति भवति, चोच् योत्तु देन् ईतु ईतु अपि गुणनिषेधः भवति, चोच् चोच् युत् ईतु चोच् युतीतु इति भवति. अनन्तरं चोच् युत् तु ईतु ताम् ओ तात् तात् अपि प्रत्ययः गुणः अपि नास्ति, चोच् युत् चोच्युत्तात् चोच्युत्थात् सत्यम्. अनन्तरं तु इत् तात् तां तां चोच्युत् चोच्युत्तां वर्णमेलनमेव चोच्युत् तु ताम् अतु अतु चोच्युत् ततु चोच्युत्ततु देन् तु ताम् अन्तु नो चेत् हि हि स्थाने तकारः झल् हू जल् भ्यो हेर्दिः इत्यनेन हि प्रत्ययः धि भवति तकारः जल् चोच्युत् योगः धि इति भवति तकारः योगः धकारः ओ बाय् भगिन्याः नोट्स् नौ जलां सकारः योगः दकारः ओके परः दिस् इस् पदान्ते नास्ति खलु भगिनि जलां झष् झषि धकारः परः अस्ति झषि झल् वर्णः तकारः जलां झष् भवति झष् भवति इत्यनेन दकारः परः अस्ति इत्यनेन तकारः दकारः भवति सो चोच् युद्धि भवति दकार धकार सो दकार धकार चोच् युद्धि तथयोः दकारादेशः झषस्ततोर्धोः अनन्तरं पूर्वदकारस्य झष्त्वेन दकारः जलां झष्झषि भगिनि झषस्ततोर्धोर्धः किमर्थम् अत्र नास्ति खलु झषस्ततो हूजल्भ्योहेर्दिः हूजल्भ्योहेर्दिः इत्यनेन हकारः भवति हि स्थाने देन् ओके जलां झष् झषि इत्यनेन चोच्युद्धि ओके हि देन् तात् तात् अपि चोच्युत् चोच्युत्तात् एव हि तात् कामतु चोच्युत्तं नो चिन्तं त चोच्युत्त आनि आव आम पित्प्रत्ययः परन्तु अत्र नाभ्यस्तस्य अचीपिति सार्वधातुके इत्यनेन गुणः नास्ति चोच्युत्तानि चोच्युत्ताव चोच्युत्ताम च्युत् इति भ्वादिगणीयधातुः आसेचने इति अर्थे अस्ति टु स्प्रिङ्कल् टु फ्लो टु ट्रिङ्कल् टु फाल् टु डिवियेट् टु फेल् टु फाल् इट् टु फाल् टु डिवियेट् इति अर्थे च्युत् च्युत् चोतति च्योतति प्रायः तस्य कृदन्तरूपं वयम् उपयोगं कुर्मः वा ज्योतां ज्योतः सौण्ड् फेमिलियर् च्युतिः अस्ति खलु तदेव अस्ति वा च्युतिः मिस्सिङ्ग् च्युतिः मीन्स् आ उपसर्गपूर्वकेन च्युद अच्युद अच्युत अच्युत अस्य अर्थः का किं भवति अच्युत इति विल् नाट् लेट् डौन् एनिबडि भगवान् ओ सम्यक् न अच्युत ऐ थाट् इस् लैक् डिपेण्ड् लैक् द स्पेस् आर् दि आक्सल् आर् द मोस्ट् इम्पार्टेण्ट् आर् न कै नळुव विड माटान् च्युतिः इति मिस्टेक् आर् समथिंग् ऐ डजन्ट् हैव एनीथिंग् दट् च्युतिः इति some drawbacks or something like that in Kannada bhasha chuti iti Kannada bhasha me pasti chuti achyuta iti artha achyuta iti artha so samyak asti achyuta Thus, asechane, to sprinkle, to flow, to trickle, to fall, to deviate. Achyutaha. Oh. Yaha. No deviation, iti. No deviation. Samyak. Yeah, no letting fall, I guess. Hindi bhasha hai mati achyuti. What achyuti? परन्तु वयं चोतति इति रूपं तु कुत्रापि च्युति इत्यस्मिन् अर्थे एव भवति तत्र प्रयोगः अस्ति अच्युतः इत्यर्थे तद् अच्युतिः इति तद् प्रयोगः अधिकतया दृश्यते प्रादेशिकभाषा भाषासु अत्र प्रायः चोतामि चोत तादृश अर्थेषु च्योत चुच्योत इति लिट्लकाररूपमपि प्रायः न समीचीन अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः विषये फर् द टैम् स्पेस् या सो ऐ थाट् अच्युत इस् लैक् फर् द टैम् थिङ्ग् नाट् द स्पेस् या अनन्त मूमेण्ट् ऐ नो टैम्लेस् थिङ्ग् टैम्लेस् थिङ्ग् इस् अच्युत अनन्त इस् faceless thing and Govinda kala desha vastu paricheda beyond that vastu avetata tatra na na na chavate sarupatah na gacchati nityah iti yavat chu kartarita pasyati nai samasa achyuta vishnu nai samasa च्युति इति अनेनैव वदति चु इति धातोः एव प्रत्यये अमरकोशे अस्ति तत्र विष्णोः नाम खलु तत्र तदेव अस्ति विष्णोः नाम आम् सत्य अच्युतः इति अस्तु महोदय भवतः क्रमः एव लङ् लङ् इत्यत्र एकः विशेषः अस्ति पश्यामि हा अस्तु एकनिमिषम् अहं चिन्तयामि अहं स्मरामि इति प्रायः अस्तु अचो एकनिमिष अचोच्युत् खलु अचो अचोच्युत् खलु तत्र अचोच्युत् आयोगः च्युत् एव किल आ अचोच्युत् हा समीचीनं चोच्युत् एव किल लघुरूपम् अचोच्युत् अचोच्युत् योगः तत्र अचोच्युत् तकारः अस्ति तत्र हल्ङ्ग्या दीर्घसूत्रे अप्रत्यं हल् इत्यनेन लोपः भवति तर्हि एकनिमिष कुत्र अस्ति तत्र कुत अस्तु अचो अचो चोत् इति भवति अत्र अचोच्योत् अचोच्योच्योद् इति भवति इति अस्ति अग्रे लङ्लकारे इ खलु तत्र ईत् इति अस्ति तत्र गुणः न भवति अचो अचो अचो अचो एकमनिष अचोच्यु अचोच् क्षम्यताम् अचोच्युत् खलु अचोति अचोच्युति इति खलु अचोच्युति इति अस्तु अचो किल महोदय उक्तवान् ईत् खलु ईत् खलु ईत् खलु सत्यं सत्यं तत्र तु गुणबाधा आम् सत्यम् अचोच्युतीत् इति खलु अचोच्युत् योगतम् अचोच्युत्तम् इति भवति तां खलु तदेव खलु ताम् ताम् इति ईत् तामुः लङ्लकारः एकनिमिषं कुत्र अस्तु ताम् इति खलु अचोच्युत्ताम् इति भवति अचोच्युत् योगौः अचो च्युतुः इति भवति सत्यम् अचोच्युत् योगस् इति अस्ति अचोच्योत् योगस् अचोच्योत् योगस् अचोच्योद् इति अस्ति इदानीं दश्च इति सूत्रेण तत्र तत्र ऋत्वं भवति तत्र अचोच्योः इति भवति सम्यक् तदेव भवान् तु स्मृतवान् एव अहमपि विशेषकार्यं विशेषकार्यं किं सूत्रम् इति विस्मृतवती सिपि अनर्थेः इति अस्ति एकमस्ति तत्र अनन्तरं सिपि दातुर्वा दश्च इति दकारान्तस्य धातोः पदस्य सिपि परतोः रु भवति दकारो वा अने अतः तद् दश्च इति सूत्रं सिपि परे एव अथवा अचोच्योः इति रूपद्वयमस्ति ऋत्वं भवति अनन्तरं तत्र तत्र कर्वासि विसर्जनीयः तत्र ऋत्वं सकारः भवति सकारस्य विसर्गः भवति अनन्तरं ऋत्वं विसर्गः अग्रे साशो क्षम्यतां साशोः ऋत्वं खलु करवासि विसर्जनी इति भवति अतः अचोच्युत् योग ईः अचोच्युती अचोच्युतीः इति भवति तत्र गुणः न भवति अचोच्युत्तम् इति भवति अचोच्युत् योग किमस्ति अत्र खलु एकमेव ता खलु अचोच्युत्त इति भवति अग्रे अचोच्युत् योग अम् अत्रापि गुणः न भवति तत्र अजादि नाभ्यसचिप् इति अचोच्युतम् अचोच्युतम् इति भवति अचोच्यु योग वा अचोच्यु वा अचो एकम् अचोच्युत् अचोच्युत् वा अचो च्युत् म इति भवति अचो एकम् अचो अचोच्युत् वा अचोच्युत् म अचोच्युन्म इति भवति खलु तत्र कारमकारः अस्ति तकारमकारः अस्ति तत्र तत्र तकारस्य नकारः भवति भवति वा तत्र एकनिमिष अचोच्युत् अचोच्युत् तत्र किमर्थं अनुस्वरस्य परसवर्ण अनन्तरम् एकनिमिष तत् पदान्ते भवति वा खलु न न अनुस् क्षम्यतां तकारस्य नकारः कुत्र एकं सूत्रमस्ति अहम् इदानीं पदान्ते एव खलु तत्र अनुस्वरस्य एकनिमिष तत्र यरोणनाशिक अनुनाशिको वा इति तत्र किमस्ति तत्र तत् पदान्ते एव खलु यरः पदान्ते एव बट् देर् इस् अ वार्तिकं देर् रैट् भाषायां बट् दट् इस् ओन्लि फर् प्रत्ययभाषायां नित्यं तदां सत्यम् अत्र तु न भवति चुत्तुमा एव वा चुद्दुमा एव वा दकारः दकारः अपि न भवति किल आम् तत्र जत्वं न भवितुमर्हति जत्वं न भवितुमर्हति इति चुत्तुमा एव सत्यं तत्र यरः यरोणासि करुणासिको इति अस्ति पदान्ते एव नकारः कुर्मः खलु तकारस्य पदान्ते अद्रिका अत्र न भवति अतः केवलम् अत्र लङ्लकारे एकमेव विशिष्टकार्यमस्ति अस्माकं दश्च इति सूत्रं सिपि परे दकारान्तस्य धातोः पदस्य ऋत्वं भवति दकारान्तधातुः नास्ति परन्तु तकारस्य दकारः जातः जष्ट्वेन अतः तत्र रूपत्रयं किल एकं तु विसर्ग अनन्तरं दकारः अनन्तरं अभावसाने तकारः तर्हि अचोच्योत् अचोच्योद् अचोच्युतीत् अचोच्युतीत् अचोच्यु अचोच्युताम् अचोच्यु अचोच्युतुः अचोचोः अचोच्योत् अचो एकमचोः अचो अचोच्युतीः इति भवति अचोच्युतम् अचोच्युत अचोच्युतम् अचोच्यु अचोच्युत्वा अचोच्युत्मा इति समीचीनं सम्यक् महोदय धन्यवादः अरुणा भगिनी विधिलिङ्ग् उक्त्वा अग्रिमधातोः लट् रूपं वदति वा प्रयत्नं करोमि भगिनि चोच्युत् इति धातुः विधिलिङ्ग् लकारे पार्श्वे सव्यप्रत्ययः अपि अस्ति केवलं सद्निक द्वन्द्वमेलमेव अचोच्युत्यात् अचोच्युत्याताम् अचोच्युयुः अचो अचो अकारः नास्ति किल न अकारः नास्ति चोच्युच्युचोच्यु व्यवहयाः चोच्युत्याः चोच्युत्याथा चोच्युत्या चोचुच्युच्युयाम यां चाचुच्याव चाचुच्याम सम्यक् अग्रिमधातुः अपि लट् रूपं वदतु भगिनि खारान्तः सो हुद् हुत् कुत् इति अस्ति इत्यस्य अर्थः कः इति पश्यामि ककारः उकारः द्वितीयतकारः ओके ओके तस्य यङ्ग् लुक् रूपं तु चोकुत् चोकुत् एतत् अङ्गमस्ति चोकुत् योगः इति पित् अस्ति गुण भवति चोकोट् चोकोट् योगः इति खरिच भवति भगिनि चोकोत्ति सम्यक् चो इतु अपि अस्ति गुणविषयः भवति नाभ्यस्याश्चि इति सर्वदापितपये सो चोकुत्ति भवतु चोकुत्ति इति चो तः अत्र अपि गुणकार्यं नास्ति अपि कारणात् चोकुत्तः भवति चोकुत्तः चोकुत् अपि अस्ति चोकुत्ता अपि भवति चोकुत्ता चोकुत् योगस्य सि गुणकार्यं भवति चोको चोको तकार सकार अस्ति अस्तु नास्तु भवति करीच पुनः करीच एव चोको चोको चोकोत्सि अपे एषि अत्रापि गुणकार्यं निषेधः चोकुत्तीषि चोकुत्तीषि चोकुत्ती तं चोकुत्ती चोकुत्तीत गुण भवति चोको चोकोत्मि सत्यं चोकोत्मि चोको चोकुत्वः चोकुत्वः चोकुदीमि चोकुद्वः चोकुत्वः समीचीनम् केवलं तत्र करीच इत्यस्य कार्यमेव अन्यत् किमपि नास्ति धन्यवादः भगिनी विद्या भगिनी लोट् वदति वा आ महोदय लोट् मध्ये तु ईतु तात् ताम् अतु हि तात् तन्त आनि आव आम इति अस्ति अत्र चोकुत् इति यङ् लुगन्तधातुः अस्ति खुद् खुत् इति चोकुत् इदानीं तु गुणकार्यं भवति अतः अत्र चो को तु इति भव चो को चोको अत्र करिच इति कार्यं करोति अतः तकारः द्वयं भवति खलु महोदय सत्यं सत्यं चोको तु इति भवति अनन्तरम् ईतु अस्ति ईतु तु नाभ्यस्तस् नाभ्यस्तस्याचि पिति सार्वधातुके इत्यनेन गुणनिषेधः भवति अतः तत्र वर्णमेलनमेव चो चो कुतीतु इति भवति सत्यं चो कुतीतु अनन्तरं तात् अस्ति अत्र किमपि कार्यं नास्ति एव अतः वर्णमेलनं चो कुत्थात् इति भवति अत्रापि करिच इत्यनेन सकारक प्रथमं तात् इति स्थाने द्वयं भवति चोकुत्तात् इति भवति अनन्तरं ताम् अस्ति तादृशमेव चोकुत्ताम् इति भवति अनन्तरम् अतु योजनेन अत्रापि किमपि कार्यं नास्ति अजादि अपि तस्ति अतः चो कुततु इति भवति चो कुततु अनन्तरं हि तात् हि चो कुत् अस्ति इदानीं पूज्यल्भ्यो हियति इत्यनेन हि स्थाने दीप् भवति समीचीनं वा महोदय सम्यक् सम्यक् आम् भवत्याः अत्र अस्तु महोदय अत्र अस्तु दि भवति चो कुत् योगः दि भवति इदानीम् अत्र अत्र दादेर्धातोर् आदेर्धातोर् दकारान् ददातु किल तकारादि हकारादि च प्रत्ययपरे दकारादि हकारान्त धात्वन्तस्य हकारस्य स्थाने गकारः भवति दादे धातोर् इति सूत्रेण इदानीम् अत्र हकारः अस्ति परे तु धकारः अस्ति ध इति झष् वर्णः इदानीं तत्र किं भवति तत्र तु जष्त्वस्य एव सम्भावना किल जषस्ततोर्धः यदा तकारः दकारः अस्ति चेत् वकारादेशः भवति समीचीनं दकारादेशः तु कल्भ्यो हेर्भिः इत्यनेनैव जातः अतः इदानीं केवलम् अस्माकं जष्ट्वसूत्रमेव जलां जष् जलां जष् जषि इत्यनेन तृतीयवर्णः भवति तृतीयवर्णः चो चो कुद् चो कुद्धि इति भवति वा महोदय सत्यं सत्यं चो कुद्धि चो कुद्धि अस्तु चो कुद्धि अस्तु अनन्तरं चोकुद्धि तात् अस्ति पूर्वमेव दृष्टवन्तः चोकुत्तात् इति भवति तकारः द्वयमस्ति करिच इत्यनेन अनन्तरं चोकुत्त चोकुत्तं चोकुत्त इति भवति अनन्तरम् आणि आव सर्वत्र आणि आव आम सर्वत्र अत्र गुणः भवति परन्तु अत्र अजन्तः अस्ति अतः तत्र नाभ्यस्तास्यचि याचि इति सार्वधातुके इत्यनेन सर्वत्र अत्र गुणनिषेधः भवति अथवा तत्र वर्णमेलनमेव चो कुत्तानि चो कुत्ताव चो कुत्ताम इति भवति सम्यक् तावदेव धन्यवादः धन्यवादः उषा भगिनी लङ् भगिनि चोकुत् चोकुत् योगः तु तकारः चोकुत् योगः तु हल्ङ्याभ्यो दीर्घात् तस्य पृक्तं हल् इत्यनेन तकारलोपः अचो न प्रथमम् अट् आगमः अचोकुत् अचोकुत् योगः तकारः तकारः हल्ङ्याभ्यो दीर्घात् तस्य पृक्तं हल् इत्यनेन लोपः जातः अचोकुत् इति पदं जातम् अचोकुत् पदस्य अन्ते जलां जशोन्ते सो च अचोकुद् जलां जष् अन्ते पद जलां जष् अन्ते जष् तृतीयवर्णः एव सो अचोकुद् अचोकुद् इति भवति अनन्तरं भगिनि अचोकोद् कोद् गुण गुण गुण भवति आम् आम् आम् अचो कोद् इति रूपं सिद्ध्यति ओके अचो कोद् देन् अनन्तरम् ईत् ईत् गुणनिषेध अचो कुत् किं महोदय अत्र दकार भवति चेत् अत्र दकारस्य ऋत्वं भवति खलु हा दश्च दश्च ओ दश्च अत्रापि अस्ति वा सिपि परे एव किल महोदय न न तत्र लङ्लकारे खलु नास्ति लङ्लकारे लङ्लकारे प्रथम तिप् तिप् वदति भगिनी इदानीं सकारः प्रथम प्रथमपुरुषः एकवचनम् अचोकोद् अचोकुत् योगः ईत् अचोकुतीत् इति भवति अनन्तरं ताम् अचोकुत् योगः तां करी च अचोकुत् तां तकारद्वय श्रूयते अचोकुत् तां देन् उः अचोकुत् योगः उः वर्णमेलनमेव भगिनि अचोकुतुः इति भवति देन् सकारः सकारः हल्न्याभ्योधिर् अचो अचोकुत् योगः सकारः सकारः लोपः जातः अनन्तरं सिपि दश्च इत्यनेन ऋत्वं भवति ऋत्वं भवति ऋत्वं भूत्वा ऋत्वं जष्ट्वं भूत्वा अचो अचोकोत् अचोकोत् योगः सु इति भवति सु लोपः जातः पदं भवति अचोकोत् भवति अचोकोत् स्थाने कोत् स्थाने जलां जशोन्ते इत्यनेन अचोकोद् भवति अचोकोद् इति स्थिते दश्च इत्यनेन ऋत्वं भवति सो अचोकोः इति अचोकोः इति भवति अनन्तरं रूपत्रयमपि अस्ति वा अनन्तरं रूपत्रयं परिच इत्यनेन वावसाने किल वावसाने वावसाने अत्र अवसाने आमाम् आम् सो अचोकोत् एव भवति सो अचोकोद् अचोकोः अचोकोत् सत्यं देन् ईहि ईहि अचोकोत् योगः ईहि अचोकोतीः इति अचोकुतीः कुतीः आं गुण गुण नास्ति सत्यं देन् तं इष्टं तं तम् इति तं वर्णमेलनमेव अचोकुत्तम् अचोकुत् तं करी च अचोकुत्तम् इति भवति तां स्तं त अचोकोत् योगः त करी च अचोकोत् न नाट् कोत् अचोकुत्तः कुत्त तृतामन् स्तं त अं वम अम् अचोकोत् योगः अम् अचोकोत्थम् अचो अम् अम् गुण गुण न गुणनिषेधः अपि अस्ति सो अचोको अचोकुत्तम् एव भवति अचोकुत्तं देन् तमनिष्टं त अं वम अं वम अचोकोत् नु नो नु नो नाट् अचोकुत् अचोकुत् योगः व अचोकुत्व अचोकुत्म इति सम्यक् तावदेव कुत् इति तत्र दिवादिगणीयधातुः कुत् पुति भावे to have rotten smell asti, to have bad smell iti arthe asti. Kutyati iti rupa. दिवादिगणीयः किल अतः कुत्यति इति इदानीं किम् उक्तवन्तः अचो कुत्तीत् कुत्तत् कुत्तीत् कुत्तत् किल अचो कोत् इत्थ अचोकोत्थ एव सकारस्य तु लोपः जातः चोको तदपि प्रायः कचित् न दृष्ट कुद्यति कृदन्तरूपं किमपि पश्यामि कोतनं कोतनीयः कोतकः न मया तु न दृष्टम् वृष्टे यदा वृष्टि आगच्छति तत्र महानगरे महानगराणि चो कुतति चेन्नै नगरम् इति ब्लाङ्क् करोतु महोदय तदेव सः न वक्तुम् इष्टवान् अहमेव वदामि अहं तु अस्य वासी अस्ति तादृशमेव आसीत् अग्रिमसप्ताहे पुनः वृष्टिः इति सूचना अस्ति पश्यामः पुनः वा इति तत्तु तत्र मार्जनार्थम् आगच्छति वृष्टिः इति अस्ति चेदेव विद्युत् गच्छति दुग्धं न प्राप्नुमः एतादृश एव भीतिः भवति इदानीम् षट्सहस्ररूप्यकाणि तत्र सर्वेषां तत्र वित्तकोषे स्थापयन्ति इति अहं पठितवान् सर्वेषां कदापि न आगच्छति सहस्ररूप्यकाणि एव पूर्वम् उक्तवान् तदपि न आगच्छमिति मम सेविका सा उक्तवती अहं तु न प्राप्तवती एव इति किमपि ते तु वदन्ति एव कुत्र गतम् इति न जानीमः तेषां कृते एकः अपरः विधानः अस्ति तत्र आमां कृते कलियुगं तदेव अस्ति एतत् कलियुगस्य आरम्भः एव इतोपि अस्ति इतोपि अस्ति कर्म एकस्मिन्नेव पादे तिष्ठति तेषां कृते तु पादः एव नास्ति चिह्नानि सन्ति तत्र सर्वत्र दृश्यते सत्यं महोदय भवान् एव यङ्ग् लुक् उक्त्वा अग्रिमं बिभेद् इति स्वीकरोतु तत्र किं कार्यमस्ति वा इति पश्यामः चोकुत् चोकुत् योग तत्र यात् केवलं चोकुत्या चोकुत्यातां चोकुत्युः चोकुत्याः चोकुत्यातं चोकुत्यात चोकुत्यां चोकुत्याव चोकुत्याम इति भवति एकनिमिषः किमर्थम् अस्तु इदानीम् एकनिमिषः इदानीं तत्र अग्रिमः खलु तत्र भेबिद् भिद् भिबिद् भेबिद् इति भवति तत्र भेबिद् इति भिद् भिनत्ति तदेव खलु भिद् भेदने एव बिद् विदारणे रुदादिगणीयधातुः भिनत्ति सत्यमेव सत्यमेव भिनत्ति भेदनं तत् तु प्रसिद्धः एव किल तद् वयम् उपयोगं भेदनं भेदकः भेत्तुम् एतत्तु प्रसिद्धः एव आं तत्र आं सत्यं बेबिद् बेबिद् अस्ति बेबिद् एकनिमिषः बेबिद् योग स्वीकरोमि भेबिद् योग ति इति अस्ति बेभेद् योग ति तत्र खरि चैतन्य बेभेत्ति इति भवति बे बेभेत्ति बे किमस्ति अत्र बेबिद् खलु अस्तु बेबिद् योग इति बेभिदीति बेभिदीति इति भवति अत्र गुणः न भवति बेभिद् योगतः बेभित्तः भवति बेभिदति इति भवति बेबि योग सि बे बेद् योग सि बे बेस् इति तत्र चत्वं भवति बे बेस्सि भवति बेबिदीशि इति तत्र गुणः न भवति बेबिद् योगतः बेबित्तः इति तत्र तत्र चत्वं बेबित्तः इति भवति बेबित्तः बेबित्त बेबे बे बेबिद् बेबिद्योगमि बेभेदिनि इति भवति बेबिदीनि बेबिद्वः बेबिद्मः इति रूपाणि सम्यक् तावदेव तत्रापि केवलं केवलं चत्वमेव अत्रापि नूतनकार्यं किमपि नास्ति समीचीनं धन्यवादः महोदय विजया भगिनी एव किल पुनः अथवा अरुणा भगिन्याः क्रमः वा अरुणा भगिन्याः क्रमः अरुणा भगिनी लोट् बेबिद् भगिनि आम् आं भगिनि बेबिद् पुनः टु पित् अस्ति बेभेष्टु खरिचा बेभिष्टु इतु गुणनिषेधः न तस्यासि अरे बेभिदीतु तात् गुणनिषेधः प्रति खरिचैतनेन अस्तु गुणनिषेधः भगिनि भवत्याः बेक्ग्रौण्ड् मध्ये किमपि आडियो अस्ति किल सः न अतः भवती यद् रूपं वदति तद् न श्रूयते तदेव किमपि अन्यक्लेशः अस्ति अपि सति हि स्थाने धि आगच्छति भगिनि हां हि स्थाने धि आगच्छति सम्यक् आम् किल खरिच बेबि न खरिच न पूजल् ब्यो हेर्दिः ओ मम एव ध्वनिः तत्र स्पीकर् द्वारा आगच्छति वा मम निर्भय ओ अस्तु नास्ति चिन्ता भगिनि इदानीं तत्र जलां जशोन्ते न भव जलां जशो जलां जशि भूत्वा अपि पर्जन्यवत् सा समानरीत्या तिष्ठति भे बिद्धि इति भवति कार्यं नास्ति सम्यक् इति नास्ति भगिनि तात् एव अन्य आम् हि तात् गुणनिषेधः भेदित्ता तं बेबित्ता सर्वत्र करिचतु भवति एव बेबित्ता तात् बेबित्तं बेबित्ता आनि आव आम अत्र कारान्त पित् अस्ति कारणतः गुणनिषेधः सम्यक् तत्र केवलं वर्णवेदान् समीचीनं सम्यक् तत् केवलं हि प्रत्यये परे भूजव्यो हेतिः धन्यवादः विद्या भगिनी लङ् आं महोदय, अत्र बे बिद् इति यङ् लुगन्तधातुः अस्ति, अनन्तरं इत् अस्ति, एतत्तु लङ् अस्ति, अनन्तरम् अपृक्तवर्णः अस्ति, एतदपि हल् वर्णः, अतः अल्याभ्य दीर्घातुसूति सपृक्तम् इत्यनेन अत्र अपगच्छति. इदानीम् अत्र बे बिद् अस्ति चेत् अत्र गुणकार्यं भवति, अतः तत्र बे बेद् इति भवति. बे बेद् परिच अबे लङ् लङ् अस्तु क्षम्यतां महोदय, अबे बेद् इति अस्ति. अत्र रूपं द्वयं भवति, करिचय इत्यनेन अबे बेद् अबे बेत् इति रूपद्वयं भवति. समीचीनं वा महोदय? रूपं सम्यक् एव, परन्तु करिच न वा अवसाने पदान्ते अस्ति. आमां, वा अवसाने इत्युक्ते एव अत्र अवसानविषये अत्र बे बे अबे बेद् अबे बेत् इति रूपद्वयं भवति. अनन्तरम् ईत् अस्ति, एतत् नाभ्यस्तास्यचि याचि इति सार्वधातुके इत्यनेन गुणनिषेधः भवति, अतः तत्र बेबिदीत् इति भवति. अनन्तरं ताम् अस्ति, तत्र अपि किमपि कार्यं नास्ति, वर्णमेलनमेव. बे बिदत् अत्र करिच इत्यनेन बे बित्ताम् इति भवति, बे बित्ताम्. अनन्तरं बे उः अस्ति, किमपि कार्यं नास्ति, बे बिद् उः योजनेन बे विदुः इति भवति. अनन्तरं मध्यमपुरुष एकवचने इस् अस्ति, एतदपि हल् वर्णः एकः एव अपृक्तवर्णः अस्ति, अतः तत्र अय्याभ्य दीर्घातिसूति सपृक्तम् इत्यनेन तत्र अपगच्छति. अत्र बे किम् अस्ति, गुणः भवति एव, बे बेद् इति भवति. अबे अबे बेद् अबे बेद् इति भवति. तत्रापि करिच कार्यं करोति खलु, करिच दश्च दश्च इति सूत्रेण रुत्वं भवति. आम्, एकनिमिषं भगिनि. अबे अबे बेद् इति गुणकार्यं भवति, अबे बेद् योगः दच्छ इत्यनेन ऋत्वं भवति. ऋत्वम् अनन्तरं ऋत्वविसर्गौ अबे भेदः इति भवति. अबे भेदः अबे भेदः ऋत्वं किल, अबे अबे भेहे अबे बेहे इति भवति. अबे इति एकं रूपम्, अबे बेहु अबे बेहु इति ऋत्वविसर्गो अन्यरूपं भवति खलु. एकस्मिन् पक्षे दकारः, अन्यस्मिन् पक्षे ऋत्वविसर्गो भवति खलु. एकस्मिन् पक्षे दकारः, दकारस्य ऋत्वविसर्गौ अबे बेहे, अन्यत्र तु दकारस्य ऋत्वविसर्गं न भवति, दकारः एव तिष्ठति. सो अबे बेद् अबे बेद् इदानीम् अत्र वा अवसाने इत्यनेन अबे बेत् इति रूपद्वयं भवति. वा अवसाने अबे बेद् अनन्तरम् अबे बेत् इति वा अवसाने इत्यनेन. अनन्तरम् ईः अस्ति, किमपि कार्यं नास्ति, नाभ्यस्तस्याचि पिति सार्वधातुके इत्यनेन गुणनिषेधः भवति, अतः तत्र किमपि कार्यं नास्ति. अबे अबे अबे बिधिः इति भवति. अनन्तरं तम् अस्ति, अबे अत्रापि किमपि कार्यं नास्ति, अबे वित्तम् इति भवति. अत्र करिचय इत्यनेन एव रूप तकारद्वयं भवति. अनन्तरम् अबे बित्त इति अपि अस्ति मध्यमपुरुष बहुवचने. अनन्तरम् अम् अत्र नाभ्यस्तस्याचि पिति सार्वधातुके इत्यनेन अत्र गुणनिषेधः भवति, अतः तत्र वर्णमेलनमेव अबे बिदम् इति भवति. अबे बिदम् अनन्तरम् अबे बिदं कुत्र लिखितं मया, अबे बिदम् अबे बिदव अबे बिदम इति भवति. अबे बिदम् अबे बेदव अबे बिदम, सम्यक् भवति. धन्यवादः. अबे बिद्वा बिद्वा बिद्वा अबे बिद्वा अबे बिद्वा अबे बिद्मा इति भवति. बिद्वा बिद्मा अबे बिद्वा अबे बिदम् इति प्रथमम् अस्ति. अबे बिद्वा अबे बिद्म इति सत्यं सत्यं अकारः सत्यम् अकारः नास्ति. आम् महोदय समीचीनं भगिनि सम्यक् धन्यवादः. उषा भगिनी विधिलिङ्ग उक्त्वा अग्रिमम् अग्रिमं किं रो रुद् भगिनि भेबिद् इति भवति विधिलिङ्गरूपं वर्णमेलनमेव. बेबिद् यात् बेबिद्यातां बेबिद् युः बेभिद् याः बेबिद्यातं बेबिद् बेभिद्यात् बेबिद्यात बेबिद्याम यां बेबिद्याव बेबिद्याम अनन्तरं रुद् धातु रोरुद् इति अङ्गं भवति. रोरुद् योगः ति रोरुद् योगः ति प्रथमं गुणकार्यं रोद् रोरोद् रोरोद् योगः ति रोरोद् योगः ति अत्र दकारः जश्वर्णः सो जशस्ततोर्दोर् दः इत्यनेन ति इति स्थाने धि इति भवति. रोद् योगः धि इति भवति. अनन्तरं धि जलां जश् जशीय जलां जश् जशि इत्यनेन रोरोद् धि इति कृते धकारस्य स्थाने दकारः आयाति जष्ट्वं भवति. रो रोद् धि रो रोद् धि इति भवति. देन् अनन्तरं ति ईति ईति वर्णमेलनमेव गुणकार्यं नास्ति. रोरुद् योगः ईति रोरुदीति इति भवति. अनन्तरं इति रोरुद्योगः तः जशस्ततोर्दोर्धः रोरोद् योगः धः देन् अनन्तरं जलां जश् जशि इत्यनेन रोरोद्धः रोरुद् रोरु रोरुद्ध रोरुद्धः आं भगिनि गुणः नास्ति. इतः अति रोरुद् योगः अति रोरुदति इति भवति. अनन्तरं सि ईसि मध्यमपुरुष सि ईसि अपि सि कृते गुणकार्यं रोरोद् योगः सि सि अत्र जशस्ततोर्दोर्झश् नास्ति. झश् अस्ति तकारतकार परः नास्ति. सो रोरोद् योगः सि रोरोद् सि एव भवति. किमर्थं शकारः किमर्थं षत्वं षत्वं न भवति किल षत्वं न भवति इन् नास्ति ककारः नास्ति चत्वं ओ चत्वं चत्वं किमर्थं चत्वं सकारः ओ चत्वं करी च करी च करी च इत्यनेन रो रोद् सि इति भवति. रोरोद् सि इत् सि चर्त्वं चर्त्वम् इत्यनेन आं भगिनि रो रोत् प्रथमतकारः धकारः तकारः भवति. सो रो रोद् सि इति भवति सत्यं करीच इत्यनेन चत्वम् आम् ईसि रो रोद् योग रो रोद् गुणा नो नो नो गुणा नास्ति. रो रुद् योगः ईसि रो रुदीषि भवति. इण् अस्ति देन् सः रोरुद् रोरुद् योगः तः जशस्ततोर्दोर्दः इत्यनेन तः स्थाने दः आयाति. सो रोरोद् योगः दः अनन्तरं जलां जश् जशि रो नाट् रो रोद् रो रुद् रो रुद् योगः रो रुद् योगः दः रो रुद् रो रुद् रो रुद् रो ऐ मीन् सेयिङ्ग् इट् रैट् रो रुद् दः तत्र प्रथमपुरुष द्विवचने मध्यमपुरुषद्विवचने समानरूपमेव रोरुद्धः रोरुद्धः रुद्ध सो रो अनन्तरं रोरुद्ध अपि समानं देन् तीतः सीतः मी वहमः मी मी ईमि अपि अस्ति मी गुणकार्यं रो रोद् योगः मी रो रोद्मि ईमि रो रुदीमि मी वहमः रो रुद्वः रो रुद्मः समीचीनं सम्यक् रुद् इति दिवादिगणे अपि अस्ति रुदादिगणे तु वयं जानीमः एव रुधिरावरणे रुदादिः दिवादिगणे रुद् कामे इति अस्ति तत्र अर्थः तु टु पिटी टु बी कम्पाशनेट् इति अर्थे तत्र रुद् टु अग्री टु अप्रूव् टु मोन् इति रुधिर् आवरणे तु टु अब्स्ट्राक्ट् टु सराउण्ड् टु बिसीज् टु एन्क्लोस् अर्थभेदः अस्ति परन्तु तत्रापि तत्र सीम्नि सैनिक अस्माकं सैनिकाः शत्रून् रोरुणधति नकारः नकारः रो रुद्धति खलु तत्र बहुवचने सैनिकाः बहुवचने सत्यं तद् दिवादिगणे तु तत्र विशेषः अस्ति अनुपूर्वकः एव प्रयुक्तः दृश्यते अनुरुध्यते इति तद् तु द्विवादिगणीयधातुः अस्ति अनुरोधः अनुरोधनम् अनुरुध्य इति तत्र तत्तु रुदि इति तत्र तर्हि विरोध इत्यस्मिन् तत्र प्रायः रुणद्धि इत्यस्य एव रुद्धतो एव प्रायः तत्र ओकारः श्रूयते किल विरोधः विशिष्टेन रुणद्धि इति तत्र विरोधन रोदनम् इति यद् रुद् इति अस्ति रोदनम् इति तत्तु रुधिरावरणे रुदादिगणीयः एव अतः विरोधनम् इति एव भवति किल विरोधकः विरोधिका विरोधाभासः तद् तु रुधिर्रोदने क्षम्यतां रुधिरावरणे इत्यनेन अतः रुद् धातु द्वयमस्ति अनुरोधः इति तत्र दिवादिगणीयः दिवादिगणीयः अनुरोधः इति कः अर्थः रोद् इति तत्र दिवादिगणीय दिवादिगणे कम्पाशन् कामे कम्पाशन् अनुरोधः कामे टु बि टु टु पिटि टु कम्पाशनेट् टु अग्री टु अप्रूव् ओके टु अग्री इत्यस्य अपि वयम् उपयोगं कुर्मः किल परन्तु तत्र तदपि अनुरोध इति तत्र उपसर्गयोजनेन तद् अर्थः भिन्नः भवति अर्थान्तरः भवति इति अस्ति अहं न जानीमः तद् अन्य एतेनैव भवति वा अथवा रुदादिगणी एव अस्ति न तत् न अत्र एव रुद् धातुः दिवादौ सर्वदा अनुपूर्वकः एव प्रयुक्तः दृश्यते सर्वदा अतः तत्र पृथक्तया रूपमेव नास्ति रुध्यन्ति अथवा रुध्यते इति रूपमेव नास्ति अनुरुध्यते अनुरुध्येति अनुरुध्यन्ते अनुपूर्वकः एव अत्र प्रायः अस्मिन् एव उपसर्गचन्द्रिका इत्युक्ते ओ तत्र डेटा अस्ति कृतन्ते प्रायः अनुरोधा त्रिच् अनुरोधा अनुरुध्य अत् दिवादिगणीय रुद्ध धातुः एव स्मरणे अस्ति चेत् सम्यक् भवति आमां तत्र तत्र केचन दातवः तत्र अस्माकं व्यवहार प्रादेशिकभाषायामपि भवन्ति. कुन्तति, अहम् एकं दत्तं कुन्तति टु प्रिक् इति, तत्र कुन्तु इति तुळुभाषायाम् अस्ति, कुन्ति तदेव तस्मिन् अर्थे एव अस्ति. तादृश बहवः शब्दाः सन्ति तत्र, यदि तत्र वयं तत्र तस्य चिन्तनं न कुर्मः, यदि चिन्तनं कुर्मः चेत् तत्र भवति स्मरणे भवति इदानीं. सत्यं सत्यं सत्यं, वोकाब्युलरि तद् बिल्ड् करणीयम् इति वदामः किल, तदेव तत् लोट् वदामः वा. अस्तु, कस्य क्रमः? उषाभगिनी उक्तवती चेत् अग्रिमं महोदय भवतः क्रमः एव किल. लोट् आम् रोरुद् रोद् रोरुद् योग तु इति अस्ति, रोरोध् योग तु, अत्र जष्ट्व तत्र जषत् ततोः दः ततोः तकार तकारादि दः भवति, रोरोध् योग धु अनन्तरं जष्ट्वं जलां जष्टि इति रोरुद्धु रोरुद्धु इति भवति, रोरोद्धु क्षम्यतां रोरोद्धु इति, रोरुद्ध योग ईतु तत्र गुणः न भवति, रोरुधीतु इति भवति, रोरुद्योगतात् अत्रापि जषत्ततोः तत्र दः भवति, तत्र रोरुद्ध योगधात् रोरुद् अनन्तरं दकारः भवति, महाप्राणस्य अल्पप्राणः भवति, चत्वं जलाञ्जषि जस्त्वं तत्र रोरुद् रोरुद्धात् इति रोरुद्धात् धात् इति अथवा तकार रोरुद्ध योग ताम् तत्रापि जषत्ततोः अनन्तरं धाम् इति भवति, अनन्तरं च जस्त्वं रोरुद्धाम् इति, रोरुद्योग तु रोरुद्धतु इति भवति, रोरुद्योग हि गुणः न भवति, रोरुद्ध योग हि रोरुद्ध योगधि रोरुद्धि इति चत्वं जस्त्वं रोरुद्धि इति भवति, तात् इत्यत्रापि रोरु रोरुद्ध योग तात् रोरुद्ध योग धात् रोरुद्धादिति तत्र जस्त्वं रोरुद्योगतं रोरुद् योगधं रोरुद्धम् इति तत्र चत्रापि जसत्ततोः अपि च जस्त्वं जलां जषि तथैव रोरुद् योगत रोरुद्ध रोरुद् योग तत्र रोरुद् योगध अनन्तरं दकारः रोरुद्ध इति भवति, रोरुधानि रोरुधाव रोरुधाम इति, तर्हि रोरोद्धु रोरुधीतु रोरुद्धात् रोरुद्धां रोरुधतु रोरुद्धि रोरुद्धात् रोरुद्धं रोरुद्ध रोरुधानि रोरुधाव रोरुधाम. सम्यक् सम्यक् तावत् धन्यवादः महोदय. अरुणा भगिनी लङ् रोरुद्ध इति तात् अङ्गम् प्रथमम् अरागम् आगच्छति अरोरुद् हल्नद्योगिकचतुर्थ्या पुस्तकलेखनेन पकारलोपः भवति, पित्कर्णात् गुणः भवति अरोरोद् एव रूपं भगिनि. सत्यम् तत्र ध इति जष्ट्वं भवति, अरोरोद् अल्पप्राण क्षम्यता महाप्राणस्य अल्पप्राण अरोरोद् अरोरोद् ईत् अस्ति अत्र गुणः न भवति अस्ति करिचय अरोरुद् योगः तां केवलं करिच अरोरुद्ध अरोरुद् उः अरोरुद्धुः अरोरुद्धुः प्रकार अरोरु ताम् इत्यत्रापि जषस्ततोर्धोर्धः कार्यं करोति. तत्र यदा तः इत्यत्र कृतं तादृशमेव, अत्रापि तकारे परे एव किल जषन्तः धातुः, अतः समानरीत्या अत्रापि कार्यं करोति. जषस्ततोर्धोर्धः इत्यकेन तकारस्य धकारः अरोरुद् योगः धाम्, अनन्तरं जलां जष् जषि अरोरुद्धाम्. गुणं भवति पदं सकारलोपः भवति अरोरुद् अवशिष्यते गुणं भवति अरोरोद् अरोरोद् अत्रापि दकारस्थाने प्राणः अरोरुद्ध अरोरोद् ईषि तत्रापि पुनः दश्च दश्च इत्यस्य कार्यं दश्च इत्यनेन भूत्वा विसर्गः किं सूत्रं भगिनेन दश्च इति सूत्रम् 84 किमपि सूत्रसङ्ख्या 84 किम् अस्ति भगिनि सूत्रसङ्ख्या वदति वा न न भगिनि 8275 82 दश्च अस्माकं एक्सेल् शीट् मध्ये अस्ति वा प्रथमप्रायः प्रथम शीट् मध्ये स्थिति परे किल आम् अस्ति प्रथम एक्सेल् दकारान्तदातवः दकारान्तदातूनां पदत्वे सति स्थिति ऋत्वं दत्वं वा दश्च 8275 तत्र अतः अरोरुद् इति अस्ति किल अरोरुद् योगः सकारः इदानीं सकारस्य अपृत्त एकाल् इत्यनेन लोपः अरोरुद् जलां जशोन्ते इत्यनेन अरोरुद् अल्पप्राणः जातः अतः दश्च इति सूत्रं पदत्वमस्ति अतः तस्य ऋत्वं भवति ऋत्वमस्ति चेत् विसर्गः अपि भवति अतः अरो तत्र तु गुणः अपि भवति किल अरोरोः इति एकं रूपम् अस्ति चेत् अरोः अत्र अरोरोः इति एकं रूपं दकारलो दकारस्य स्थाने विस ऋत्वविसर्गं तु विकल्पेन अतः रूप अन्यरूपद्वयमपि अस्ति गुणनास्ति अरोरु अत्रापि जस्ट् अतोर्धोर्धः इत्यनेन तकारस्थाने धकारः आगच्छति जलं दृष्टेन धकारपत्रेण अरोरुद्धम् अरोरुद्धम् अरोरुद्धम् अरोरुद्ध अं गुणं भवति गुणः न भवति इति कारणेन अरोरुद्ध्वा अरोरुद्ध्म समीचीनम् केवलं सकारे परे एव तश्च इति सूत्रेण कार्यं सम्यक् भगिनि धन्यवादः विजया भगिनी विधिलिङ्ग् उक्त्वा अग्रिमधातुः स्वीकरोतु भगिनि अत्र याति यातां युः याः याः यातं यात यां याव याम इति विधिलिङ्ग् अस्ति अत्र रो रुद् इति यङ् लुगन्तदातुः, अत्र किमपि कार्यं नास्ति, सर्वत्र अत्र हलादि अपि तस्ति, अतः तत्र रो रुद्यात् रोरुद्यातं रोरुद्युः रोरुद्याः रोरुद्यातं रोरुद्यात् रोरुद्याम् रोरुद्याव रोरुद्याम इति भवति. अन्तिम अग्रे धातुः गुप् जोगुप् इति भवति. जोगुप् इति यङ् लुगन्तदातुः अस्ति. अत्र पि अस्ति. जो गुप् गुप् योगुः ति अस्ति. अत्र एतत्तु गुणकार्यं भवति एव. अतः तत्र जो जो गोप्ति इति भवति. सत्यं जो गोप्ति. अनन्तरम् इति अस्ति. अत्र पूर्वमेव वयं दृष्टवन्तः अत्र नाव्यस्तस्याचि पिति सार्वधातुके इत्यनेन गुणनिषेधः भवति. अतः तत्र इति मेलनेन अत्र जो गुपीति इति भवति. सत्यम्. अनन्तरम् अत्र गुणनिषेधतः इति अस्ति. हलादि अपि तस्ति. अतः जो जो गुप् जो गुप्तः इति भवति. जो गुप्तः. अनन्तरं जो गुपति इति भवति. किमपि कार्यं नास्ति, जो गुपति. अनन्तरं सि अस्ति. अत्र सि अस्ति. अत्र जो अत्र गुणकार्यं भवति. जो गोप् जो गोप् अत्र पुगन्तल अत्र किं भवति, अत्र गुणकार्यं भवति. जो गुप् सि इति अस्ति, परन्तु अत्र आदेशप्रत्ययोः इत्यनेन उकारः अस्ति, अतः तत्र गुण किम् अस्ति आदेश पकारः अपि अस्ति किल आदेशप्रत्ययोः. किमर्थं जो आदेश अत्र गुणकार्यं भवति, अतः तत्र जो गोप्सि इति भवति. तावदेव तावदेव. अनन्तरम् ईशि अस्ति. किमपि कार्यं नास्ति. जो गुप् जो गुपीषि इति भवति. जो गुपीषि. अनन्तरं जो गुप्तः जो गुप्तः जो गुप्त इति भवति. अनन्तरं मी योजनेन अत्र गुणकार्यं भवति. अतः जो गोप्मि. अनन्तरं गुणनिषेधः भवति. जो जो गोपीषि इति भवति. अनन्तरं किमपि कार्यं नास्ति वह मह मध्ये. अतः जो गुप्वः जो गुप्मः इति भवति. जो गुपीमि जो गुप्वः जो गुप्मः. समीचीनं. धन्यवादः. अत्र गुप् रक्षणे इति भुवादौ अस्ति. गुप् गोपने निन्दायाम् इति भुवादौ एव गुप् इति धातुद्वयम् अस्ति. गुफा तत्र गुप् व्याकुलत्वे इति द्विवादौ अस्ति. टु बि कन्फ्यूस्ड् टु बि डिस्टर्ब् टु बि डिस्ट्रेस्ड् गुप् भाषायाम् इति चुरादौ अपि अस्ति. गोपयति गोपयति इति तु प्रसिद्धरूपम्. अतः गुप् इति चत्वारः दातवः. उषा भगिनी. आं भगिनि. जो गुप् गुप् धातु जो गुप् इति अङ्गं लोट् तु गुणकार्यं जो गोप् जो गोप्तु जो गोप्तु. अनन्तरम् ईतु जो जो गुपीतु. तात् अपि गुणकार्यं नास्ति. जो गुप् तात्. अनन्तरं ताम् जो गुप् ताम् जो गुपतु. सो जो गोप्तु जो गुपीतु जो गुप्तात् जो गुप्तां जो गुपतु. अनन्तरं हि अस्ति. हि मध्यमपुरुष एकवचनं. हि गुप् जो गुप् गुप् इति पकारः जल् अस्ति. सो हू जल्भ्यो हेद्धिः इत्यनेन हि स्थाने धि जो गुप् योगः धि भवति जो अपित् हि अपित् सो गुण नास्ति जो गुप् धि जो गुब्धि एव अस्ति भगिनि जो गुब्धि अनन्तरं दकारः जष्त्वं जष्त्वं जलां जष् जषि इत्यनेन जष्त्वं सो पकारस्य स्थाने भकारः आयाति जो गुब् जो गुब् धि जो गुब्धि जो गुब्धि ओके जो गुब्धि जो गुप्तात् अनन्तरं तंत जो जो गुप्तं जो गुप्त देन् आनि आवाम गुणकार्यमपि नास्ति जो गुपानि जो गुपाव जो गुपाम सर्व सर्वाणि सूत्राणि लेट् मी ट्रै भगिनि जो लेक् महोदय जो गुप्योगः जो गोप् जो गोप्तु जो गुपीतु जो गुप्तात् जो गुप्तां जो गुपतु जो गुब्धि जो गुप्तात् जो गुप्तं जो गुप्त जो गुपानि जो गुपाव जो गुपाम सम्यक् सर्वाणि रूपाणि तु साधु एव सम्यक् धन्यवादः आम् आं महोदय लङ् आम् अत्र एकनिमिष जो गुप् खलु जो गुप् जो गुप् योगात् इति अस्ति तत्र जो गोप् योगत् अजो गोप् इति अजो गोप् आर् अजो गोब् गोब् इति भवति अत्र जलां जशवन्ति इत्यनेन बकार अजो गोब् गोब् जो गुप् योग ईत् इति अस्ति अजो अजो गुपीत् इति भवति जो गुप् योगतां जो गुप् अजो गुप् अजो गुप्ताम् इति भवति अजो गुप् अजो गुपुः जो गुप् अजो गुपुः इति भवति अजो गुप् योगस् अजो गोप् योगस् अजो गोप् अजो गो गोब् इति तत्र रूप अजो गुप् योगैः अजो गुपीः इति भवति जो गुप् योगतं जो गुप्तम् अजो गुप्तम् अजो गुप्त इति भवति जो गुप् यो अजो गुपम् अजो गुप अजो गुपम् जो गुप् खलु अजो गुपम् अजो गुप्वा अजो गुप्म इति श्रूयते वा आं सम्यक् सत्यमेव अजो गुप् योगः सप्रत्ययः तत्र तु अस्माकम् एतत् सूत्रं न भवति ककारस्य तु आदेशः किमपि नास्ति चेत् अतः तद् अतः समानमेव तत्र यदा वयं किमपि नास्ति तत्र किमपि नास्ति पकारथकारयोः किमपि नास्ति तत्र पेटर्न् पश्यामः चेत् प्रथमवर्णस्य द्वितीयवर्णस्य तु अधिकं कार्यं नास्ति द्वितीयवर्णः अस्ति चेत् सन्धिकार्यम् एकं तु अवश्यं भवति किमपि विशेषकार्यं नास्ति तृतीयवर्णस्य अपेक्षया चतुर्थवर्णस्य किञ्चित् कार्यम् अस्ति तदेव दृश्यते सर्वत्र ककारस्य चवर्गस्य इदानीं किं कृतं थवर्गस्य गतसप्ताहे अपि तादृशमेव आसीत् इदानीं पवर्गस्य अपि समानरीत्या अस्ति समीचीनम् अस्तु अरुणा भगिनी तत्र विधिलिङ्ग् वदतु अनन्तरं समापयामः जोगुप्यां जोगुप्यां जोगुप्यां जोगुप्यां जोगुप्यां जोगुप्यां समीचीनम्. अतः जोगुप् इति अभवत्. पकारान्तेषु फ फ भ इति त्रयः अवशिष्टाः. अनन्तरं यकारान्तः वकारान्तः अपि अस्ति. प्रायः अग्रिमसप्ताहे तत् पश्यामः. समीचीनं वा? धन्यवादः सर्वेषाम्. धन्यवादः भगिनी. नमस्कारः.